पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 20 भीष्म उवाच अत्याश्चर्यवदीरम्या कथेयं पापनाशिनी विस्तरेण च मे ब्रूहि याधा तध्येन पृच्छतः माहात्म्यं मध्यमस्यापि ऋषिभिः परिकीर्तितं फलं चान्नस्य कथितं माहात्म्यं च दमस्य तु विष्णुना च पदन्यासकृतो यत्र महामुने कनीय सस्तथोत्पत्तिर्यथा भूता वदस्व मे पुलस्त्य उवाच पुरा रथं तरे कल्पे राजासीत् पुष्पवाहनः नाम्ना लोकेषु विख्यातस्तेजसा सूर्यसन्निभः तपसा तस्य तुष्टेन चतुर्वक्त्रेण भारत कमलं काञ्चनं दत्तं यथा कामगमं नृप सप्तद्वीपानि लोकं च यथेष्टं विचरत्सदा कल्पादौ तु समं द्वीपं तस्य पुष्करवासिना लोकेन पूजितं तस्मात् पुष्करद्वीपमुच्यते तदेव ब्रह्मणा दत्तं यानमस्य ततोऽम्बुजं पुष्पवाहन इत्याहुस्तस्मात्तं देवदानवाः नौपम्यमस्तीह जगत्त्रयेऽपि ब्रह्माम्बुजस्तस्य च तस्य राज्ञः तपोनुभावादथ तस्य राज्ञी नारीसहस्रैरभिवन्द्यमाना नाम्ना च लावण्यवती बभूव या पार्वती वेष्टतमाभवस्य तस्यात्मजानामयुधं बभूव धर्मात्मनामग्र्यधनुर्धराणां तदात्मजां स्थानभिवीक्ष्य राजा मुहुर्मुहुर्विस्मयमाससाद सोऽभ्यागतं पूज्य मुनिप्रवीरं प्रचेतसंवाक्यमिदं बभाषे कस्मात् विभूतिरचलामरमर्त्यपूजा जादा कथं कमलजा सदृशी सुराज्ञी भार्या मयाल्पतपसा परितोषितेन दत्तं ममाम्बुजगृहं च मुनीन्द्रधात्रा यस्मिन् प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुञ्चररथौकजनावृतानां नालक्ष्यते क्व गतमम्बरगामिभिश्च तरागणें दुरविरश्मिभिरप्यगम्यं तस्मात् किमन्यजननी जठरोद्भवेन धर्मादिकम् कृतमशेषजनादिगं यद् सर्वैर्मयाध तनयैरथ वानयापि सद्भार्यया तदखिलं कथय प्रचेतः सोऽप्यभ्यथादध भवान्तरिदं निरीक्ष्य पृथ्वीपदे शृणु तदद्भुत हेतुवृत्तम् जन्माभवत्तव तु लुब्धकुलोऽपि घोरं जातस्त्वमप्यनुदिनं किल पापकारी वपुरप्यभूत्तव पुनः पुरुषाङ्गसन्धिदुर्गन्धिसत्त्वकुनकाभरणं समन्ताद न च ते सुहृन्न सुतबन्धुजनो न तादृक् नैव स्वसानजननी च तदाभिषष्टा अधिसम्मदा परमभीष्टतमाभिमुखी जादामही शतवयोषिधियं सुरूपा अभूदना वृष्टिरतीव रौद्रा कदाचनाहारनिमित्तमास्याम् क्षुत्पीडितेन भवतादु यदा न किञ्चिदासादिदं वन्यफलादिभक्ष्यम् अथाभिधृष्टं महदम्बुजाढ्यं सरोवरं पङ्गपरीदरोधः पद्मान्यधादाय ततो बहूनि गतः पुरं वैदिशनामधेयम् तन्मूल्यलाभाय पुरं समस्तं भ्रान्तं त्वया शेष महस्तदासीद क्रेता न कश्चित् कमलेषु जाधः क्लान्तः परं क्षुत्परिपीडितश्च उपविष्टस्त्वमेकस्मिन् सभार्यो भवनाङ्गणे तत्रोरात्रौ भवांस्तत्र अश्रौषीन् मङ्गलध्वनिं सभार्यस्तत्र गतवान्यत्रासौ मङ्गलध्वनिः तत्र मण्डलमध्यस्था विष्णोरर्चा विलोकिता वेश्यानङ्गवती नाम बिभ्रदी द्वादशी वृतं समाप्य माघमासस्य द्वादश्यां लवणाचलम् न्यवेदयत्तु गुरवे शय्यां चोपस्करान्विताम् अलङ्कृत्य हृषिकेशं सौवर्णं सममादराद साधु दृष्टा ततस्ताभ्यामिदं च परिचिन्तितं किमेभिः कमलैकार्यं वरं विष्णुरलङ्कृतः इति भक्तिस्तदा जादा दम्पत्योस्तु नरेश्वर तत्प्रसङ्गात् समभ्यर्च्य केशवं लवणाचलम् शय्या च पुष्पप्रकरैः पूजिता भूच्च सर्वशः अधानङ्गवती तुष्टा तयोर्धान्यशतत्रयं दीयतामादिदेशाध कलधौतफलत्रयं न गृहीतं ततस्ताभ्यां महास त्वावलम्बनाद अनङ्गवत्या च पुनस्तयोरन्नं चतुर्विधम् आनीय व्याहृतं चान्नं भुज्यतामिति भूपते ताभ्यां च तदपि त्यक्तं भोक्ष्यावश्वो वरानने प्रसङ्गादुपवासो नौ तवाद्यास्तु शुभावहः जन्मप्रभृति पापिष्ठा वावां देवि दृढव्रते त्वत्प्रसङ्गाद्भवद्गेहे धर्मलेशोऽस्तु नाविह इति जागरणं ताभ्यां तत्प्रसङ्गादनुष्ठितं प्रभादे च तया दत्ता शय्या सलवणाचला ग्रामश्च गुरवे भक्त्या विप्रेभ्यो द्वादशैव तु वस्त्रालङ्कारसंयुक्ता गावश्च कनकान्विताः भोजनं च सुहृन्मित्रदीनान्थ कृपणैः सह तच्च लुब्धकदाम्पत्यं पूजयित्वा विसर्जितम् स भवान् लुब्धको जातः सपत्नीको नृपेश्वरः पुष्करप्रकरात्तस्मात् केशवस्य दुपूजनात् विनष्टाशेषपापस्य तव पुष्करमन्दिरं तस्य सत्यस्य माहात्म्यादलोभदपसा नृप प्रादात्कामगमं यानम् लोकनाथश्चतुर्मुखः सन्तुष्टस्तव राजेन्द्र पुष्करं त्वं समाश्रय कल्पं सत्त्वं समासाध्य विभूदिद्वादशी व्रतं कुरु राजेन्द्र निर्वाणमवश्यं समवाप्स्यसि। यदुक्त्वा तु स मुनिस्तत्रैवान्तरधीयत। राजा यथोक्तं च पुनरकरोत्पुष्पवाहनः। इदमाचरदो राजन्नखण्डव्रतता भवेद्। यथा कथञ्चित्कालेन द्वादशद्वादशीर्नृप कर्तव्या शक्रिदो देवविप्रेभ्यो दक्षिणा नृप। ज्येष्ठे गावः प्रदातव्या मध्यमे भूमिरुत्तमा। कनिष्ठे काञ्चनं देयमित्येषा दक्षिणा स्मृता। प्रथमं ब्रह्मदैवत्यं त्वदीयं वैष्णवं तथा तृतीयं रुद्रदैवत्यं त्रयो देवास्त्रिषु स्थिताः। इति कलुषवितारणं जनानां पठति च यस्तु शृणोति चापि भक्रिया। मतिमपि च स यादि देवलोके वसति च रोमसमानि वत्सराणि। अधातस्सम्प्रवक्ष्यामि व्रतानामुत्तमं व्रतं कथितं तेन रुद्रेण महापादकनाशनं। नक्रमब्दं चरित्वादु गवासार्धं कुटुम्बिने। हैमं चक्रं त्रिशूलं च दद्याद्विप्रायवाससी। एवं ह्य कुरुदे पुण्यं शिवलोके स मोदते। येद देवव्रतं नाम महापादकनाशनं। यस्वेकभक्तेन क्षिपेद्धेनुं वृषसमन्वितां धेनुं तिलमयीं दध्यात् सपदं यादि शाङ्करम्। येदद्रुद्रव्रतं नाम भयशोकविनाशनं। यश्च नीलोत्पलं हैमं शर्करापात्रसंयुधम्। एकान्तरितनक्राशी समान्ते वृषसंयुधं। वैष्णवं सपदं यादि नीलव्रतमिदं स्मृतम्। आषाढादिचतुर्मासमभ्यङ्गं वर्जयेन्नरः। भोजनोपस्करं दध्यात् स यादिभवनं हरेः। जनप्रीतिकरं नृणां प्रीतिव्रतमिहोच्यते। वर्जयित्वा मधव्यस्तु दधिक्षीरकृतैक्षवम्। दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रेण संयुधं। सम्पूज्य विप्रमिथुनं गौरी मे प्रीयदामिति। एतद्गौरीव्रतं नाम भवानी लोकदायकं। पुष्यादौ यस्त्रयोदश्यां कृत्वा नक्तमधो पुनः। अशोकं काञ्चनं दद्यादिक्षुयुक्तं दशाङ्गुलम्। विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयदामिति। कल्पं विष्णुपुरे स्थित्वा विशोकस्यात् पुनर्नृप। एतत्कामव्रतं नाम सदा शोकविनाशनम्। आषाढादिव्रते यस्तु वर्जयेद्यफलाशनं। चादुर्मास्ये निवृत्ते दुःखं सर्पिर्गुणान्वितं। कार्तिक्यां तत्पुनर्हैमं ब्राह्मणाय निवेदयेद्। स रुद्र लोकमाप्नोति शिवव्रतमिदं स्मृतं। वर्जयेद्यस्तु पुष्पाणि हेमन्दे शिशिरावृते। पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च काञ्चनं। दद्याद्विकालवेलायां प्रीयेदां शिवकेशवौ। दत्त्वा परं पदं व्याधि सौम्यव्रतमिदं स्मृतं। स फाल्गुनादितृतीयायां लवणं यस्तु वर्जयेत् समान्ते शयनं दद्यात् गृहं चोपस्करान्वितं सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते सन्ध्यामौनं नरकृत्वसमान्ते कृतकुम्भकं वस्त्रयुग्मं तिलान् खण्डां ब्राह्मणाय निवेदयेद लोकं सारस्वतं व्याधि पुनरावृत्तिदुर्लभं येदत् सारस्वतं नाम रूपविद्याप्रदायकं लक्ष्मीमभ्यर्च्य पञ्चम्यामुपवासी भवेन्नरः समान्देहेमकमलं दद्याद्धेनुसमन्वितं स वै विष्णुप्रदं व्याधि लक्ष्मी स्याज्जन्मजन्मनि ये तल्लक्ष्मीव्रतं नाम दुःखशोकविनाशनं कृत्वोपलेपनं शम्भोरग्रधकेशवस्य च यावदब्धं पुनर्देया धेनुर्जलखटस्तथा जन्मायुधं स राजा स्यात्तद शिवपुरं व्रजेद एतदायुर्व्रतं नाम सर्वकामप्रदायकम् अश्वत्थं भास्करं गङ्गां प्रणम्यैकाग्रमानसः एकभक्तं नरः कुर्याद्दब्धमेकं विमत्सरः व्रतान्ते विप्रमिथुनं पूज्यं धेनुत्रयान्वितं वृक्षं हिरण्मयं दद्यात् सोऽश्वमेधफलं लभेद एतत्कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदं कृतेन स्नपनं कृत्वा शम्भोर्वा केशवस्य वा अक्षताभिः सपुष्पाभिकृत्वा गोमयमण्डलं समान्ते हेमकमलं तिलधेनुसमन्वितं शूलमष्टाङ्गुलं दद्या शिवलोके महीयते सामगायनकं चैव सामव्रतमिहोच्यते नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्रितः भोजयित्वा समं दद्याद्धेम कञ्चुकवासिसि हैमं सिंहं च विप्रा यदद्याच्छिवपदं व्रजेद जन्मार्बुदं सुरूपस्याच्छत्रुभिश्चापराजितः यदद्वीरव्रतं नाम नराणां च सुखप्रदं चैत्रादि चतुरो मासाञ्जलं दद्याद्दयान्वितः व्रतान्ते मणिकं दद्यादन्नं वस्त्रसमन्वितं तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते कल्पान्ते भूति जननमानन्दव्रतमुच्यते पञ्चामृतेन स्नपनं कृत्वा संवत्सरं विभोः वत्सरां ते पुनर्दद्याद्धेनं पञ्चामृतान्वितां विप्राय दद्याच्छङ्कं च सपदं यादि शाङ्करं राजा भवति कल्पान्ते धृतिव्रतमिदं स्मृतं वर्जयित्वा पुमान्मांसं व्रतां ते गोप्रदो भवेद तद्वद्धेममृगं दद्यात् सोऽश्वमेध फलं लभेद अहिंसाव्रतमित्युक्तं कल्पान्ते भूपतिर्भवेद कल्यमुद्धाय वैष्णानं कृत्वा दाम्पत्यमर्चयेद भोजयित्वा यथाशक्ति माल्यवस्त्रविभूषणैः सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम् आषाढादिचतुर्मासं प्रातस्नायी भवेन्नरः विप्राय भोजनं दत्त्वा कार्तिक्यां गोप्रदो भवेद न वैष्णवपदं यादि विष्णुव्रतमिदं स्मृतम् अयनादयनं यावद्वर्जयेत् पुष्पसर्पिषि तदं दे पुष्पमन्नानि कृदधेन्वा सहैव तु दत्त्वा शिवपदं व्याधिविप्राय कृतपायसं यदच्छीलव्रतं नाम शीलारोग्यफलप्रदं यावत्समं भवेद्यस्तु पञ्चदश्यां पयोव्रतः समां ते श्राद्ध कृद्दद्याद्गाश्च पञ्चपयस्विनीः वासांसि चभिषङ्गानि जलकुम्भयुतानि च स यादि वैष्णवं लोकं पितॄणां तारयेच्छदं कल्पान्ते राजराजेन्द्र पितृव्रतमिदं स्मृतं सन्ध्यादीपप्रदोयस्तु कृतैस्तैलं विवर्जयेद समां ते दीपकं दद्याच्चक्रं शूलं च काञ्चनं वस्त्रयुग्मं च विप्राय स तेजस्वी भवेन्नरः रुद्रलोकमवाप्नोति दीप्तिव्रतमिदं स्मृतं कार्तिकादितृतीयायां प्राश्य गोमूत्र यावकं नक्तं चरेदब्दमेकमब्दान्दे गोप्रदो भवेद गौरीलोके वस्येत्कल्पं ततो राजा भवेदिह येद्रद्रुद्रव्रतं नाम सदा कल्याणकारकम् वर्जयेच्चतुरो मासन्यस्तु गन्धानुलेपनम् शुक्तिगन्धाक्षतान् दद्याद्विप्रायचितवाससि वारुणं पदमाप्नोति दृढव्रतमिदं स्मृतं वैशाखे पुष्पलवणं वर्जयेदथ गोप्रदः भूत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेदिह यदच्छान्दिव्रतं नाम कीर्तिकामफलप्रदं ब्रह्माण्डं काञ्चनं कृत्वा तिलराशिसमन्वितं कृते नान्यप्रदो भूत्वा वह्निं सन्तर्प्य सद्विजम् सम्पूज्य विप्रदाम्पत्यं माल्यवस्त्रविभूषणैः शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति पुण्येह्नि दद्यादपरे ब्रह्म यात्यपुनर्भवं यद्ब्रह्मव्रतं नाम निर्वाणफलदं नृणाम् यश्चोभयमुखीं दद्यात्प्रभूदसकलान्वितां दिनं पयोव्रतं तिष्ठेत् स यादिपरमं पदं यदद्वै सुव्रतं नाम पुनरावृत्तिदुर्लभं त्र्यहं पयोव्रतस्थित्वा काञ्चनं कल्पपादपम् पलादूर्ध्वं यथाशक्ति तण्डुलप्रस्थसंयुतं दत्त्वा ब्रह्मपदं व्याधिभीमव्रतमिदं स्मृतं मासोपवासीयो दद्याद्धेनुं विप्राय शोभनं स वैष्णवपदं व्याधिभीमव्रतमिदं स्मृतं दद्याद्विंशत् फलादूर्ध्वं महीं कृत्वा तु काञ्चनीं दिनं पयो व्रतस्तिष्ठे रुद्रलोके महीयते धनप्रदमिदं प्रोक्तं सप्तकल्पशतानुगं माके मास्यथ चैत्रे वा गुडधेनुप्रदो भवेद गुडव्रतं तृतीयायां गौरीलोके महीयते महाव्रतमिदं नाम परमानन्दकारकं पक्षोपवासी यो दद्याद्विप्राय कपिलाद्वयम् सब्रह्मलोकमाप्नोति देवासुरसुपूजितः कल्पान्ते सर्वराजा स्यात् प्रभाव्रतमिदं स्मृतं वत्सरं त्वेकभक्ताशी स भक्ष्यजलकुम्भदः शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतं नक्ताशीत् त्वष्टमीषु स्याद्वत्सरान्ते तु धेनुदः पौरं दरं पुरं व्याधि सुगतिव्रतमुच्यते इन्धनं यो दते द्विप्रे वर्षादींश्चतुरस्त्वर्तून् कृदधेनुप्रदों ते च सपरं ब्रह्म गच्छति वैश्वानरव्रतं नाम सर्वपापप्रणाशनम् एकादश्यां तु नक्राशी यश्चक्रं विनिवेदयेद कृत्वा समान्दे सौवर्णं विष्णोः पदमवाप्नुयाद एतत्कृष्णव्रतं नाम कल्पान्दे राज्यलाभकृद पायसाशी समान्ते तु दद्याद्विप्राय गोयुगं लक्ष्मीलोके वसेत्कल्पमेतद्देवीव्रतं स्मृतं सप्तम्यां नक्तभुक्दद्यात् समाप्ते गां पयस्विनीं सूर्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम् चतुर्ध्यां नक्तभुक्दध्याद्धेमं ते गोयुगं तथा यदद्वैनायकं नाम शिवलोकफलप्रदं महाफलानि यस्त्यक्त्वा चादुर्मास्ये द्विजातये हैमानि कार्तिके दध्याद्धोमान्दे गोयुगं तथा यदत्सौरव्रतं नाम सूर्यलोकफलप्रदं द्वादशाद्वादशीर्यस्तु समाप्यो पोषणे नृप गोवस्त्रकाञ्चनैर्विप्रान् पूजयेच्चक्रिदो नरः परं पदमवाप्नोति विष्णुव्रतमिदं स्मृतं चतुर्दश्यां तु नक्राशी समान्दे गोयुगप्रदः शैवं पदमवाप्नोति त्रयम्बगमिदं स्मृतं सप्तरात्रोषितो दद्यात्कृतकुम्भं द्विजादय वरव्रतमिदं प्राहुर्ब्रह्मलोकफलप्रदम् असौ काशीं समासाद्य धेनुं दत्ते पयस्विनीं चक्रलोके वसेत्कल्पमिदं मन्त्रव्रतं स्मृतं मुखवासं परित्यज्य समां ते गोप्रदो भवेद वारुणं लोकमाप्नोति वारुणव्रतमुच्यते चान्द्रायणं च ह्यः कुर्याद्धैमं चन्द्रं निवेदयेद चन्द्रव्रतमिदं प्रोक्तं चन्द्रलोकफलप्रदं ज्येष्ठे पञ्चतपायोऽन्ते हेमधेनुप्रदो दिवं यात्यष्टमी चतुर्दश्यो रुद्रव्रतमिदं स्मृतं सकृद्विधानकं कुर्यात् तृतीयायां शिवालये समाप्ते धेनुदो यादि भवानी व्रतमुच्यते माघे निश्यार्द्रवासा स्यात् सप्तम्यां गोप्रदो भवेद् दिविकल्पं वसित्वेह राजा स्यात् पवनव्रतं त्रिरात्रोपोषितो दद्यात् फाल्गुन्यां भवनं शुभम् आदित्यलोकमाप्नोति धामव्रतमिदं स्मृतं त्रिसन्ध्यं पूज्य दाम्पत्यमुपवासी विभूषणैः ददन् मोक्षमवाप्नोति मोक्षव्रतमिदं स्मृतं दत्त्वासि तद्विधीयायां मिन्दौ लवणभाजनं समाप्ते गोप्रदो यादिविप्राय शिवमन्दिरं कांस्यं सवस्त्रं राजेन्द्र दक्षिणासहितं तथा समाप्ते गां च यो दद्यात् सयादि शिवमन्दिरं कल्पान्ते राजराजस्यात् सोमव्रतमिदं स्मृतं प्रदीपस्वेकभक्ताशी समाप्ते च फलप्रदः वैश्वानरपदं यादि शिखिव्रतमिदं स्मृतं हैमं फलद्वयादूर्ध्वं रथमश्वयुगान्वितं दद्यात्कृतोपवासः दिवि कल्पशतं वसेद तदन्ते राजराजस्यादश्वव्रतमिदं स्मृतं तद्वद्धे मरथं दद्यात् करिभ्यां संयुधं पुनः सत्यलोके वसेत्कल्पं सहस्रमपि भूमिपः भवेदिहागतो भूम्यां करिव्रतमिदं स्मृतं दशम्यामेकभक्ताशी समाप्ते दश धेनदुः दीपं च काञ्चनं दद्यात् ब्रह्माण्डाधिपतिर्भवेद् एतद्विश्वव्रतं नाम महापातकनाशनं कन्यादानं तु कार्तिक्यां पुष्करे यः करिष्यति एकविंशद्गुणोपेदो ब्रह्मलोकं गमिष्यति कन्यादानात् परं दानं नैव चास्त्यधिकं क्वचिद् पुष्करे तु विशेषेण कार्तिक्यां तु विशेषतः विप्राय विधिवद्देयं तेषां लोकोक्षयो भवेद् तिलपिष्ठमयं कृत्वा गजं रत्नसमन्वितं विप्राय ये प्रयच्छन्ति जलमध्ये स्थिता नराः तेषां चैवाक्षयो लोको भविता भूतसम्प्लवं यः पठे शृणुयाद्वापि व्रतषष्टिमनुत्तमं मन्वन्तरशतं सोऽपि गन्धर्वाधिपतिर्भवेद् षष्टिव्रतं भारतपुण्यमेदत्तवोदितं विश्वजनीनमद्य श्रोतुं यदि चात्तव राजराज शृणु द्विजाधे करणीयमेतद् नैर्मल्यं भावशुद्धिश्च विना स्नानं न विद्यते तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते अनुधृतैरुद्धृतैर्वा जलैस्नानं समाचरेद तीर्थं प्रकल्पयेद्विद्वान्मूलमन्त्रेण मन्त्रविद नमो नारायणायेदि मूलमन्त्र उदाहृदः सदर्भपाणिर्विधिना आचान्तः प्रयतशुचिः चतुर्हस्तसमायुक्तं चतुरश्रं समं ददः प्रकल्प्या वाहयेद्गङ्गामेभिर्मन्त्रैर्विचक्षणः विष्णो पादप्रसूदानि वैष्णवी विष्णुदेवता त्राहिनस्त्वेन सस्तस्मादा जन्ममरणान्तिकाद तिस्रकोट्योऽर्धकोटिचतीर्थानां वायुरब्रवीद दिवि भुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि नन्दिनित्येव ते नाम देवेषु नलिनीति च दक्षा पृथ्वी च सुभगा विश्वकाया शिवासिदा विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी क्षेमा जाह्नवी चैव शान्ता शान्तिप्रदायिनी एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेद भवेत्सन्निहिता तत्र गङ्गा त्रिपथगामिनी सप्तवाराभिजप्तेन करसम्पुडयोजितं मूर्ध्नि कुर्याज्जलं भूयस्त्रि चतुःपञ्चसप्तधा स्नानं कुर्यान्मृदा तद्वदामन्त्र्यदु विधानदः अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे मृत्तिके हरमे पापं यन्मया दुष्कृतं कृतम् उद्धृतासि वराहेण कृष्णेन शतबाहुना नमस्ते सर्वलोकानां प्रभवो रणिसुव्रते एवं स्नात्वा ततः पश्चादाजम्यदु विधानदः बुद्धाय वाससि शुभ्रे शुद्धेदु परिधाय वै ततस्तु तर्पणं कुर्यात्त्रैलोक्याप्यायनाय वै ब्रह्माणं तर्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतिन् देवायक्षास्तथा नागागन्धर्वाप्सरसां गणाः क्रूरासर्पा सुपर्णाश्च तरवो जम्भकादयः विद्याधरा जलधरास्तथैवाकाशगामिनः निराधाराश्च ये जीवा पापधर्मरताश्च ये तेषामाप्यायनायै दद्दीयदे सलिलं मया कृतोपवीदो देवेभ्यो निवीती च भवेत्तदः मनुष्यांस्तर्पयेद्भक्र्या ऋषिपुत्रान् ऋषींस्तथा सनकश्च सनन्दश्च तृतीयश्च सनातनः कपिलश्चासुरिश्चैव वोढु पञ्चशिखस्तथा सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा मरीचि मत्र्यङ्गिरसौ पुलस्त्यम्बुलखं क्रदुम् प्रचेतसंवसिष्ठं च भृगुं नारदमेव च देवब्रह्मऋषीन् सर्वांस्तर्पयेत् साक्षतोदकैः अपसव्यं तदः कृत्वा सव्यं जानु च भूतले अग्निष्वात्तांस्तथा सौम्यान् हविष्मन्दस्तथोष्मपान् सुकालिनो बर्हिषदस्तथा चैवाज्यपान् पुनः सन्तर्पयेत्पितॄन्भक्र्या सतिलोदकचन्दनैः सदर्भपाणिर्विधिना पितॄं स्वान् तर्पयेत्तदः पित्रादीन्नामगोत्रेण तथा मादा महानपि सन्तर्प्य विधिवद्भक्रिया इमं मन्त्रमुदीरयेद यो बान्धवा बान्धवा ये न्यजन्मनि बान्धवाः ते तृप्तिमखिलायां तु येऽप्यस्मत्तोयकाङ्क्षिणः आचम्य विधिना सम्यगालिखेत् पद्ममग्रदः साक्षताद्भिः सपुष्पाभिः सतिलारुणचन्दनैः अर्घ्यं दद्यात् प्रयत्नेन सूर्यनामानुकीर्तनैः नमस्ते विश्वरूपाय नमस्ते विष्णुरूपिणे सर्वदेव नमस्तेऽस्तु प्रसीद मम भास्कर दिवाकर नमस्तेऽस्तु प्रभाकर नमोऽस्तु ते एवं सूर्यं नमस्कृत्य त्रिकृत्वा च प्रदक्षिणं द्विजं गां काञ्चनं चैव दृष्ट्वा स्पृष्ट्वा गजं व्रजेद स्वगेहस्थां ततः पुण्यां प्रतिमां चापि पूजयेद भोजनं च ततः पश्चाद्विजपूर्वं च कारयेद अनेन विधिना सर्व ऋषयः सिद्धिमागदाः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे नानाविधिर्नाम विंशोऽध्यायः ॐ